अद्यतनविषयः भवति कार्यकारणभावः। तस्मिन् विशेषतया द्वितीय असमवायीकारणस्य चर्चा भवति। तर्हि कार्यकारणभावः साधयितुं प्रथमतया किम् अपेक्षितमस्ति इति पश्यामः। कार्यकारणभावस्थले कार्यस्य कारणस्य च समानाधिकरणं स्यात् इति प्रथमः नियमः अस्ति। कार्यं यदस्ति कारणं यदस्ति उभयोः समानाधिकरण्यं भवतु इति। तदनन्तरं कार्यम् अधिकरणे केन सम्बन्धेन अस्ति, कारणम् अधिकरणे केन सम्बन्धेन अस्ति इति वक्तव्यं भवति। प्रथमतया समानाधिकरण्यं, तदनन्तरं कार्यं केन सम्बन्धेन अधिकरणे, कारणं केन सम्बन्धेन अधिकरणे इति वक्तव्यं भवति। केन सम्बन्धेन इति आधारीकृत्य कारणं समवायिकारणं वा अथवा असमवायिकारणं वा इति निर्णीयते। समवायिकारणस्थले उदाहरणत्वेन पटः तन्तुः इति स्वीकुर्मश्चेत् तत्र तन्तुः इति समवायीकारणमस्ति, पटः कार्यम् इति अस्ति। पटः समवायसम्बन्धेन तन्तौ अस्ति, यतोहि वयं जानीमः अवयव अवयविनोः मध्ये समवायसम्बन्धः इति। तन्तुः स्वस्मिन् तादात्म्यसम्बन्धेन भवति, अपि च तन्तुः पटस्य समवायीकारणम् इति उच्यते। अधुना समानाधिकरण्यमस्ति तन्तौ, तन्तुः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन, पटः तन्तौ अस्ति समवायसम्बन्धेन। आहत्य समवायीकारणस्थले तन्तुः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन पटं निर्माति इति वक्तुं शक्नुमः। यत्र यत्र अपि यत्र कुत्रापि समवायीकारणं भवति तत्र कार्यम् उत्पद्यते समवायसम्बन्धेन, अपि च कारणं स्वस्मिन् तादात्म्येन भवति इति उच्यते। तथैव घटः अपि च घटपरिमाणम् इति अपि। तत्र कोऽपि वदति वा कार्यं किं, कारणं किं, समानाधिकरण्यं कुत्र अस्ति इत्यादिकम्? कार्यं पटनिर्माणं, समानाधिकरणं तन्तु अस्ति। हा, तत्तु अभवत्। इदानीं द्वितीयं घटपरिमाणं घटः इति उदाहरणं स्वीकृत्य वदतु। ओ, घट अस्ति अधिकरणं, परिमाणम् अस्ति तस्य कार्यं, घटस्वस्मिन् तादात्म्येन। एकनिमिष चिन्तयतु, घटपरिमाणं घटः तयोः मध्ये कार्यं किं, कारणं किम् इति प्रथमतया। तयोः मध्ये कार्यम् अस्ति घटस्य परिमाणं समवायनसम्बन्धेन, घटे परिमाणम् अस्ति, घट स्वस्मिन् तादात्म्यसम्बन्धेन स्थितः। हा, अस्तु। तर्हि घटः किमस्ति तत्र? तत्र घट अधिकरणम् अस्ति स्वस्मिन् तादात्म्यसम्बन्धेन। अधिकरणं तु अस्ति एव, तत्र घटः कारणमस्ति वा इति प्रश्नः। घट परिमाणं प्रति कारणम् अस्ति। सम्यक्, अस्तु। तर्हि घटः, उच्यतां भगिनि। समवायसम्बन्धेन घट परिमाणं प्रति तादात्म्यसम्बन्धेन कारणं भवति। अस्तु, सम्यक् अस्ति। तर्हि घटः समानाधिकरणं, कयोः समानाधिकरणमस्ति? कार्यस्य कारणस्य च। कारणं स्वयं घटः एव, समवायिकारणम् अपि च कार्यम् इति घटपरिमाणं। तथा एव पटरूपं पटः अथवा घटः कपालः, पृथ्वी गन्धः इत्यादिषु स्थलेषु यत्र समवायेन किञ्चन कार्यम् उत्पद्यते तत्र तत्र अधिकरणमिति यदस्ति तत् स्वयमेव समवायीकारणं भवति, अपि च तद् अधिकरणम् एव समानाधिकरणमपि। अधुना द्वितीय असमवायीकारणस्य स्थले कत् किम् अस्ति इति पश्येम. असमवायिकारणम् इत्युक्ते किम् इति प्रथमतया कोऽपि वदति वा? समवायिकारणं तु जानीमः, समवायेन यत्किमपि उत्पादयति कार्यं तत् समवायिकारणं भवति, यतः कपालघटस्य तथा. अपि च असमवायिकारणं किं स्यात्? समवायसम्बन्धेन कार्यं समान अधिकरणे समवायसम्बन्धेन कार्यं प्रति कारणमपि समवायसम्बन्धेन भवति. सम्यक् अस्ति भगिनि. आहत्य सम्बन्धः कः इति पश्यामश्चेत् तत्र समवायेन एव कार्यं भवति. अपि च कारणमिति यदस्ति तद् तदपि समवायसम्बन्धेन समानाधिकरणे अस्ति. कारणमिति यद् उच्यते तद् समवायेन अधिकरणे अस्ति. तर्हि तद् कारणमिति यदुच्यते तद् भवति समवायिकारणे विद्यमानः कश्चन गुणः अथवा काचित् क्रिया यत् कार्यम् उत्पादयति, तादृशम् अस्ति असमवायिकारणम्. सामानाधिकरणे समवायेन भवति प्रथमतया. वयं जानीमः गुणः द्रव्ये समवायेन, क्रिया अपि द्रव्ये समवायेन इति अस्ति. तर्हि तादृशः गुणः अथवा तादृशी क्रिया यत् कार्यम् उत्पादयति अपि च समवायेन समवायिकारणे भवति तद् असमवायिकारणम् इति उच्यते. तत्र असमवायिकारणस्थले अपि द्वैविध्यम् अस्ति. असमवायिकारणस्थले प्रथमतया कारणम् अपि च कार्यं साक्षात् अधिकरणे भवति. द्वितीयविध असमवायिकारणस्थले साक्षात् सम्बन्धः न भवति, परम्परया साधितव्यं भवति अधिकरणे सम्बन्धः. तर्हि प्रथमविध असमवायिकारणस्य उदाहरणं भवति घटः कपालसंयोगः इति. तत्र समानाधिकरणं किम् अस्ति घटः कपालसंयोगः इत्यनयोः? कपालः. अस्तु, राजेन्द्रमहोदय उच्यतां कपालः इति समानाधिकरणमस्ति चेत् तत्र कारणं किं, कार्यं किम्, अपि च केन सम्बन्धेन तौ स्तः अधिकरणे? कार्यम् अस्ति घटः, कार्यम् अस्ति समवायसम्बन्धेन, कारणम् अस्ति कपालसंयोगः. केन सम्बन्धेन अस्ति कपालसंयोगः? समवायसम्बन्धेन. उभावपि कुत्र स्तः? कपाले स्तः. अस्तु, तर्हि अत्र कार्यस्य च कारणस्य च साक्षात् सम्बन्धः अस्ति वा? आम्. स च सम्बन्धः समवायसम्बन्धः. तर्हि वाक्यं किं वक्तुं यततां किञ्चित्? समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणं. हा, बहु समीचीनमस्ति. तथैव अस्ति प्रथमविध असमवायिकारणं. प्रथमविध असमवायिकारणे पश्यामः यत् कार्यस्य च कारणस्य साक्षात् सम्बन्धः भवति अधिकरणेन सह. लक्षणवाक्यमस्ति कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. उत्तमं भगिनि, तदेव अस्ति वाक्यं. तर्हि अत्र भवती एव किञ्चित् प्रतिपादयतु कार्येण सह एतस्मिन् अर्थे समवेतं सत् कारणं, तस्य वाक्यस्य अर्थः कः इति? कार्येण सह इत्मीन् घटनिर्माणं घटेन प्रति समवायिसम्बन्धेन एकस्मिन् अर्थे एकस्मिन् कपाले अधिकरणे समवेतम् अस्ति कपालद्वयसंयोगः समवायसम्बन्धेन कपाले अस्ति तस्य कारणं. हा, बहु उत्तमं, सर्वैः बुद्धमिति मन्ये. तत्र कार्येण सह अत्र अस्माकं कार्यम् अस्ति घटः. घटेन सह एकस्मिन् अर्थे, अत्र अर्थः इत्युक्ते अधिकरणम् इति स्वीकर्तव्यं भवति. तर्हि घटेन सह एकस्मिन् अधिकरणे नाम कपाले किं समवेतम् अस्ति? कपालद्वयसंयोगः. कपालद्वयसंयोगः इति कश्चन गुणः अस्ति. तर्हि गुणः सर्वदा द्रव्ये समवायसम्बन्धेन विद्यते. तदर्थं समवायसम्बन्धेन विद्यमानम् इति समवेतम् इति उच्यते. तर्हि तादृशः समवेतः गुणः अस्ति कपालसंयोगः. सः कपालसंयोगः एकस्मिन्नेव अधिकरणे, नाम यत्र घटः अस्ति तत्रैव इति, नाम कपाले वर्तते इति कृत्वा घटे घटं प्रति तद् असमवायिकारणं भवति. अधुना द्वितीय असमवायिकारणस्थले सम्बन्धः कीदृशः स्यात् इति पश्यामः. अत्र करपत्रे एकं चित्रमस्ति, सर्वे पश्यन्ति वा? करपत्रे एकं चित्रमस्ति, कपालः अस्ति अधोभागे, कपाले कपालपरिमाणमस्ति, कपाले घटः अपि अस्ति, पुनः घटे घटपरिमाणम् इति दृश्यते. तत्र कार्यं किं, कारणं किम् इति कोऽपि वक्तुमिच्छति वा? कार्यमस्ति घटपरिमाणं, कारणमस्ति कपालपरिमाणम्. अपि च कपालपरिमाणं कुत्र वर्तते? कपाले वर्तते समवायसम्बन्धेन. घटपरिमाणं कुत्र वर्तते? घटे वर्तते समवायसम्बन्धेन. समवायसम्बन्धेन. परन्तु प्रथमः नियमः अस्ति कार्यकारणयोः यद् सामानादिकरण्यं स्यात् इति. अत्र कार्यम् इति यद् वयं स्वीकुर्मः घटपरिमाणं, तत्तु घटे अस्ति. कपालपरिमाणम् इति कारणं यदस्ति तत्तु कपाले अस्ति, तत्र सामानादिकरण्यं नास्ति एव खलु? तर्हि एषु सन्दर्भेषु, एतादृशेषु सन्दर्भेषु कार्यकारणयोः सामानादिकरण्यं कथञ्चित् साधितव्यं भवति. यत्र सामानादिकरणं न दृश्यते परन्तु वयं जानीमः कार्यकारणभावः अस्ति अत्र इति आनुभविकं, यतोहि कपालपरिमाणम् अधिकृत्य एव घटस्य परिमाणं भवति. यावत् अस्ति कपालपरिमाणं तद्विगुणितं परिमाणं भवति घटस्य. तर्हि तत्र आनुभविकम् अस्ति कपालपरिमाणं घटपरिमाणम् अनयोः मध्ये कार्यकारणभावः आनुभविकः. भगिनी एकः प्रश्नः. अस्तु. घटः कार्यम् इति वक्तुं शक्नोति वा? अवश्यं. घटः कार्यम् अस्ति चेत् कारणं किम् अस्ति? कपालपरिमाणः न, कपालपरिमाणः न, कपालः कारणमस्ति घटं प्रति. अस्तु. परन्तु कपालपरिमाणमिति यदस्ति तद् घटपरिमाणं प्रति कारणमस्ति, घटं प्रति कारणं नास्ति. अवयवः अस्ति कपालः, अवयवे विद्यमानः गुणः कपालपरिमाणम्. अस्तु. अवयवे विद्यमानः गुणः अवयविनी नाम घटे विद्यमानस्य विद्यमानं गुणं प्रति कारणं भवति. तदर्थं कपालपरिमाणं घटपरिमाणं प्रति कारणं. परन्तु चित्रे सामानादिकरण्यं न दृश्यते, घटपरिमाणं घटे कपालपरिमाणं कपाले. अत्र परम्परासम्बन्धेन सामानादिकरण्यं साधितव्यम्. तदा यत्र परम्परासम्बन्धेन सामानादिकरण्यं साधितं भवति तत्र अस्माभिः दृष्टं यत् स्वम् इति स्वीकार्यः भवति, स्वम् इति कश्चन गुणः भवति. तस्य स्वम् इत्यनेन स्वीकृतस्य पदार्थस्य अधिकरणं किम् इति दृष्ट्वा तद् अधिकरणं कार्यस्य कारणकारणकार्ययोः सामानादिकरण्ये केन सम्बन्धेन अस्ति इति साधितव्यं भवति. तदर्थं तत्र कश्चन किञ्चन पदं दृष्टं, समवायी इति. तत्र समवायी इत्युक्ते किम् इति कोऽपि वदति वा माला भगिनी? यस्मिन् समवायेन तिष्ठति तत् समवायी. हा, यस्मिन् समवायेन तिष्ठति तत् समवायी. तत्र तर्हि चित्रं दृष्ट्वा किञ्चित् वदतु. तत्र घटपरिमाणं साक्षात् कपाले नास्ति खलु? आं वदामि. घटपरिमाणं स्वं इति स्वीकुर्मः, तत्र घटपरिमाणं घटे अस्ति, अतः घटः भवति समवायि. घटपरिमाणं घटे सम्बन्धेन तिष्ठति, अतः घटस्य नामकरणं भवति स्वसमवायि. इदानीं घटः कपाले समवायसम्बन्धेन तिष्ठति, अतः कपालः भवति घटस्य समवायि. इदानीं घटपरिमाणं कथं कपाले वर्तते इत्युक्ते, घटपरिमाणं स्वं, घटः समवायि, घटसमवायि कपालः, तदपि समवायि, अतः घटपरिमाणं स्वसमवायि समवायित्वेन कपाले वर्तते. बहु सम्यक् भगिनि, तथा एव अस्ति. सर्वैः बुद्धं वा? अजितमहोदय किञ्चित् अवगतम्? अवगतं. तर्हि अत्र स्वस्य वाक्यैः वक्तुम् इच्छति वा किञ्चित्? अत्र कपालः सामानादिकरणम् इति स्वीक्रियते चेत् कथञ्चित् घटपरिमाणमपि कपाले अस्ति इति साधितव्यम्. कपालपरिमाणं केन सम्बन्धेन कपाले अस्ति? समवायसम्बन्धेन. समवायसम्बन्धेन, अस्तु. कपालः इति कार्यस्य अधिकरणं भवतु, तर्हि कार्यं कारणम् उभौ अपि कपाले भवतः इति साधितव्यं चेत् तत्र कपालपरिमाणं तु समवायसम्बन्धेन साक्षात् अस्ति. अधुना घटपरिमाणं केन सम्बन्धेन कपाले अस्ति यथा भगिन्या उक्तं, किञ्चित् वक्तुमिच्छति वा कथं भवति इति? घटपरिमाणं कपाले यथा भगिनी उक्तं परम्परासम्बन्धः इति तु सत्यं, परन्तु तत्र परम्परासम्बन्धः अपि कीदृशः इति वक्तव्यं भवति खलु. तत्र यत्र साक्षात् सम्बन्धः नास्ति तत्र स्वम् इति किमपि स्वीकार्य कार्यं भवति. स्वम् इति घटपरिमाणं, स्वस्य आश्रयः कः? स्वस्य आश्रयः घटः. घटः, घटे केन सम्बन्धेन घटपरिमाणमस्ति? घटे समवायसम्बन्धेन घटपरिमाणमस्ति. तर्हि घटः किं? घटः समवायसम्बन्धेन कपाले वर्तते. हा, कपाले, तत्तु सत्यं, परन्तु समवायि इति कश्चन शब्दः आगतः खलु. आम् आम्, घटः समवायि. घटः घटपरिमाणस्य समवायि, पुनः कपालः कस्य समवायि? घटस्य समवायि. घटस्य समवायि, समीचीनं. समवायि इत्यस्य भावः कः? समवायि इत्यस्य अधिकरणभावः, गुण भावः, तल् प्रत्ययं वा त्व इति योजयति चेत् तत्र भावः निष्पद्यते खलु. सुन्दरः सुन्दरत्व इति. समवायित्व. प्रश्नः एकवारं पृच्छतु. समवायि, समवायि इत्यस्य भावः कः? त्वं योजयति चेत् भावः निष्पद्यते खलु, भाववाचक शब्दः. समवायित्वं, तावदेव अस्ति. तर्हि इदानीं वाक्यं वक्तुं यततां. स्वम् इति घटपरिमाणं, स्वस्य समवायी घटः, घटस्य समवायी कपालः, अपि च कपाले समवायित्वम् इति अस्ति. तर्हि आहत्य घटपरिमाणं केन सम्बन्धेन कपाले? समवायित्वम् अथवा समवायसम्बन्धेन इति स्वस्य समवाय. अन्य कोऽपि साहाय्यं करोति वा? आम्, स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं कपाले वर्तते. स्वसमवायि समवायित्व सम्बन्धेन घटपरिमाणं कपाले वर्तते. अधुना स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं कपाले वर्तते इति साधितं. पुनः कपालपरिमाणं केन सम्बन्धेन? समवायसम्बन्धेन. तर्हि आहत्य समानाधिकरण्यम् अस्ति वा उभयोः मध्ये? इदानीं समान अधिकरणमस्ति. अस्ति अस्ति. यद्यपि साक्षात् नास्ति, किन्तु परम्परासम्बन्धं स्वीकृत्य घटपरिमाणम् अपि कपाले अस्ति इति साधितं. तर्हि अधुना कार्यकारणयोः मध्ये समानाधिकरण्यम् अस्ति. एतादृशम् अस्ति द्वितीयम् असमवायिकारणं. द्वितीय असमवायिकारणस्थले परम्परासम्बन्धस्य साहाय्येन समानाधिकरण्यं साधयित्वा कारणकार्यभावस्य प्रकटीकरणं भवति. तर्हि आहत्य वाक्यं किं भवति द्वितीयसमवायीकरणस्थले? अखिला भगिनी वदति वा? आं भगिनि, स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्. समीचीनम्. तर्हि अधुना सर्वैः बुद्धं स्यात् इति चिन्तयामि. प्रथम असमवायीकारणस्थले तु साक्षात् आसीत् सम्बन्धः, यथा कपालसंयोगः घटः. तत्र समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम् इति, उभयत्र समवायसम्बन्धेन इति उक्तम्. किन्तु द्वितीय असमवायीकारणस्थले घटपरिमाणं कपालपरिमाणं, तत्र परम्परासम्बन्धस्य आवश्यकता अस्ति. स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति वक्तव्यं भवति. अस्तु, तर्हि अग्रे सरेम वा? इतः कोऽपि प्रश्नः? मध्ये केन केन आगतम्? वन्दने अस्मि भगिनि. अनन्तरं सावित्री. नमस्कारः भगिनि. नमस्कारः भगिनि सावित्री. अस्तु, तर्हि राजेन्द्रमहोदय किञ्चित् पठति वा उपरितने उदाहरणे इत्यस्मात् आरभ्य? आं भगिनि. उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया कारणसम्बन्धः साक्षात् अधिकरणे इति स्वीकृतम्. अधुना विपरीतं कुर्मः. कार्यसम्बन्धः साक्षात् अधिकरणे, कारणसम्बन्धः च अधिकरणे परम्परया. कार्यकारणभावः साधनीयः, अतः अस्माकं कार्यकारणयोः समान अधिकरण्यम् अपेक्षितम् एव. अस्मिन् पर्याये अधिकरणं किं? घटः. घटपरिमाणं साक्षात् घटे च, किन्तु कपालपरिमाणं स च कुत्र अस्ति? कपाले. पुनः घटे भवेत् इति वक्तव्यं चेत् परम्परया एवं वक्तुं शक्यम्. इदानीं किम् अस्ति, यदा पूर्वं साधितं भगिनि, तथा तत्र तु कपालपरिमाणं कारणम् अस्ति आसीत्, घटपरिमाणं कार्यं कपाले वर्तते. तत् परम्परया रीत्या तत् समानाधिकरणं कृत्वा तत्र तस्य समाधानं प्राप्तं वयं. परन्तु इदानीं यदि विपरीतदिशायां गच्छामः, यदि वदामः घटः अस्ति अधिकरणं, तत् कपालपरिमाणं कारणम् अस्ति, तत् घटे केन कथं तत् घटे समान अधिकरणं भवितुम् अर्हति? यथा घटपरिमाणं तु समवायसम्बन्धेन घटे वर्तते, तत् तत् साधनीयं साधनीयमस्ति, तत् विपरीत दशायां कथं कथं वदामः, तत् प्रश्नः अस्ति. अस्तु, अत्र विपरीतदिशि गमनम् इत्युक्ते किम्? अत्र अधिकरणं किम्? अधिकरणं घटः. घटः. कार्यं किं? कार्यं घटपरिमाणं. हा, तत् साक्षात् घटे अस्ति वा? आम् आम्, समवायसम्बन्धेन घटे अस्ति घटपरिमाणम्. अधुना कपालपरिमाणं साक्षात् घटे अस्ति वा? न, नास्ति, घटे नास्ति. कपालपरिमाणं कुत्र अस्ति? कपाले अस्ति, समवाये. कपाले अस्ति, समवाये सम्बन्धेन कपाले अस्ति. परन्तु अधिकरणरूपेण यत् स्वीकृतं घटः, तद् कपाले अस्ति. अतः अधुना कपालपरिमाणम् अपि च घटः अनयोः मध्ये सम्बन्धः स्थातव्यः भवति, स्थापितव्यः भवति. हा, परम्परा सम्बन्धेन साधितव्यम्. अस्तु, अत्र अपि कपालपरिमाणं स्वम् अस्ति, स्वं समवायी समवायित्वसम्बन्धेन कपालं प्रति सम्बन्धेन अतः कपालं प्रति इति वक्तुमेव न शक्नुमः, यतोहि घटपरिमाणं घटपरिमाणम् इत्येव कार्यं, घटपरिमाणं प्रति इत्येव वाक्यं भवति. परन्तु घटपरिमाणं केन सम्बन्धेन घटे, अपि च कपालपरिमाणं केन सम्बन्धेन घटे इति द्रष्टव्यं भवति. तदर्थं यथा भवता उक्तं, अत्र अस्मिन् सन्दर्भे यतोहि कपालपरिमाणं साक्षात् नास्ति घटे, तदर्थं स्वम् इति कपालपरिमाणं भवति, न तु घटपरिमाणम् इति नूतनः विषयः. अस्तु, अधुना अग्रे पश्येम. स्वम् इति कपालपरिमाणम् इति भवति चेत् तत् केन सम्बन्धेन घटे अस्ति इति अग्रिमः परिच्छेदः अस्ति. अस्तु, माला भगिनी पठति वा? आं भगिनि. कपालपरिमाणं घटे अस्ति इत्यस्य साधनार्थं समवेतशब्दस्य प्रयोगः करणीयः. समवेतं नाम समवायसम्बन्धेन विद्यमानम्. समवायी इत्यनेन अधः गमनं, समवेतम् इत्यनेन उपरि गमनं. पूर्वमपि इदम् अस्माभिः दृष्टं. फले एकः रसः अस्ति इति वाक्येन एकत्वसंख्या. रसश्च द्वावपि गुणौ एकत्वं फले समवायसम्बन्धेन, रसः अपि फले समवायसम्बन्धेन. तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इत्यनेन एकत्वं रसे, ततः गुणः गुणे इति कथं साधनीयम् इति चेत् एकत्वस्य आश्रयः फलं, तत् समवेतः भवति रसः समवायसम्बन्धेन विद्यमानः. समवेतत्वं रसे, त्वं च एकत्वम्. अतः स्वसमवायी समवेतः रसः, स्वसमवायी समवेतत्वं रसे, अपि च स्वसमवायी समवेतत्वसम्बन्धेन एकत्वं रसे. अनेन फले एकः रसः अस्ति इति वाक्यं सिद्धम्. इदानीं नूतनशब्दस्य प्रयोगं भवति समवेतः, यतोहि कपालपरिमाणं घटे कस्मिन् सम्बन्धेन वर्तते इति वाक्यस्य निरूपणार्थं समवेतशब्दस्य प्रयोगः करणीयः. समवेतम् इत्युक्ते समवायसम्बन्धेन यत्र विद्यमानं तत् समवेतम्। हा, यत्र इति न, यत्र इति उच्यते चेत् तत्र अधिकरणम् इति सूचना भवति खलु, यत् तद् इति वदतु। यत्र न भवति तर्हि किं भवति? समवेतं नाम समवायसम्बन्धेन विद्यमानम्। इदानीं कपालः नाम यद् यद् समवायसम्बन्धेन अस्ति तद् समवेतम्। प्रथमविभक्तिप्रयोगः स्यात्। यत्र इति वदामश्चेत् कस्मिन्, कुत्र इति प्रश्नः उदेति तदर्थम्। अस्तु, अग्रे अग्रे समवायि इत्यनेन अधः गमनं, समवेतम् इत्यनेन उपरि गमनं। पूर्वस्मिन् उदाहरणे वयं दृष्टवन्तः घटपरिमाणं घटे वर्तते समवायसम्बन्धेन, तत्र घटः भवति समवायि, तत्र अधोगमनं भवति घटपरिमाणं अनन्तरं घटः। इदानीं कपालपरिमाणं कथं कपाले वर्तते, न कपालपरिमाणं कथं घटे वर्तते इति वदामश्चेत् तत्र अत्र एवं करोतु, भवत्याः उदाहरणं किमासीत्? तत्र समवायि घटपरिमाणम् अपि च घटः, तत्र समवायि कः? घटः समवायि। समवेतं किम्? समवेतं घटपरिमाणम्। हा, घटपरिमाणम् इति समवेतं खलु। माला भगिनी अस्ति वा? आमाम् अहम् अस्मि। अस्तु अस्तु, तर्हि यत्किमपि समवायेन भवति तत् समवेतम्। आम्, इदानीं फले एकः रसः अस्ति इति वाक्येन एकत्वसङ्ख्या, फले एकः रसः, तत्र सङ्ख्या अस्ति एकसङ्ख्या। रसश्च द्वावपि गुणौ एकत्वं फले समवायसम्बन्धेन, रसः अपि फले समवायसम्बन्धेन। इदानीं द्वौ गुणौ स्तः, फलम् अस्ति, तस्मिन् रसः अस्ति, अपि च एकत्वम् अपि अस्ति, द्वौ गुणौ। तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इत्यनेन एकत्वं रसे, ततः गुणः गुणे इति कथनं कथं साधनीयम् इति चेत् एकत्वस्य आश्रयः फलं, तत् समवेतः समवायसम्बन्धेन विद्यमानः भवति रसः। इदानीं कथं वक्तुं शक्नुमः एकः रसः, एकः अपि गुणः, रसः अपि गुणः, तत्र गुणः गुणे कथं भवितुम् अर्हति इति उन्नतः वृक्षः श्रूयते वा भगिनि? आमाम्। हा, उन्नतः वृक्षः इति आसीत् खलु, तत्र विशेषणं किं तस्मिन् वाक्ये? उन्नतत्वं। हा, उन्नतत्वम् अथवा औन्नत्यम् इति कश्चन गुणः अस्तु, तद् कुत्र अस्ति? उन्नतः वृक्षः, वृक्षे, वृक्षे अस्ति। तर्हि विशेषणत्वेन यत्किमपि स्वीक्रियते तद् तत्रैव स्यात्, विशेष्ये स्यात्। अत्र एकः रसः इति अस्ति, अत्र विशेषणं किम्? एकत्वम्। तदर्थम् अत्र उक्तम् एकत्वं रसे, यतोहि एकत्वम् इति रसं विशिष्यति इति कृत्वा। एकत्वं रसे अस्ति इति वदनेन किं किं भवति? किं सिद्ध्यति गुणः गुणे इति सिद्ध्यति खलु आम् गुणः गुणे इति वदनं समीचीनमस्ति वा न गुणः कुत्र वर्तते सदा सर्वदा द्रव्ये वर्तते द्रव्ये वर्तते तर्हि यदा एकत्वं रसे अस्ति इति वदामः तत्र गुणः गुणे अस्ति इति सिद्ध्यति तत्तु समीचीनं नास्ति तर्हि कथञ्चित् साधितव्यं भवति आम् एकत्वम् इति गुणः रसे अस्ति इति कथञ्चित् साधितव्यं तत् कथमिति अग्रे अस्ति वदतु एकत्वस्य आशयः फलं फलमस्ति द्रव्यम् एकत्वम् इति गुणः फले अस्ति तत्र कोऽपि दोषः नास्ति खलु तत्र न दोषः नास्ति इदानीं कथम् एकत्वं रसे भवति इति वयं चिन्तयामः एकत्वस्य आश्रयः फलं तत् समवेतः भवति रसः रसस्य समवेतः भवति फलं रसस्य समवेतः फलं वा अथवा फलस्य समवेतः फलसमवेतः रसः तत् इत्यनेन फलं सूचितमस्ति समवेतत्वं रसे इदानीम् एकत्वं तस्य नामकरणं स्वम् अतः स्वम् एकत्वम् एकत्वं फले अस्ति अतः फलं भवति समवायी अतः फलस्य नामकरणम् अभवत् स्वसमवायी इदानीं रसः इदानीं रसः फलस्य समवेतः अस्ति रसः अतः स्वसमवायी समवेतत्वं भवति रसे फलस्य समवेतः रसः अथवा स्वसमवायी समवेतः रसः आम् समानार्थकौ अस्तु ततः अग्रे भवती उक्तवती एव आम् अपि च स्वसमवायी समवेतत्वसम्बन्धेन एकत्वं रसे अनेन फले एकः रसः अस्ति इति वाक्यं सिद्धम् बहु समीचीनं तर्हि यद्यपि एकत्वं साक्षात् नास्ति रसे तथापि परम्परया साधितं समवेतः इत्यस्य साहाय्येन इति बुद्धं वा सर्वैः अत्र कोऽपि प्रश्नः एकः प्रश्नमस्ति एकत्वं फले अस्ति रसः अपि फले अस्ति विपरीतरीत्या अर्हितुं शक्नुमः समवेत एकः भवति रसत्वं स्वं भवति अवश्यं वक्तुं शक्नुमः परन्तु तत्र विचित्रं भवति खलु एकः रसः इत्यत्र एकः माला भगिनी किमपि उक्तवती न न तत्र वाक्यं कथं भवति एकः रसः इति समीचीनं भवति रसः एकः रसः एकः इति कथं रसः एकः न किञ्चित् वैचित्र्यं भवति खलु यतोहि यथा उन्नतः वृक्षः इत्यस्य वदनेन उन्नतत्वम् अथवा औन्नत्यं वृक्षे तथा एव एकः रसः इत्यस्य वदनेन एकत्वं रसे अस्ति इति कृत्वा एकत्वेन रसः विशिष्यते तदर्थं दिशा दिग् एवम् अस्ति एकत्वं फलं रसः इति किन्तु वस्तुतः भवत्या यदुक्तं तदपि सत्यम् एकत्वम् अपि फलसमवेतं रसः अपि फलसमवेतः विपरीतदिशि अपि गन्तुं शक्नुमः अग्रे जयन्ती भगिनी पठति वा आं भगिनि एवमेव प्रकृतौ अपि स समवेतत्वस्य प्रयोगेन परम्परासम्बन्धं साधयितुं शक्यते. स्वं कपालपरिमाणं, स्वसमवायी कपालः, तत्र समवेतः भवति घटः, समवेतत्वं घटे. तथा च स्वसमवायिसमवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते. तत्रैव घटे घटस्य परिमाणं समवायसम्बन्धेन वर्तते इति कारणस्य सम्बन्धः परम्परया सम्बन्धः. इति कारणस्य सम्बन्धः परम्परया सम्बन्धः. तत्र घटपरिमाणं साक्षात् समवायसम्बन्धेन घटे, समवायसम्बन्धेन घटपरिमाणं प्रति, स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. अत्र स्वसमवायिसमवेतत्वं स्वीकृत्य कारणसम्बन्धः. अस्तु, एतत् प्रतिपादयित्वा अनन्तरं तदपि पठतु. आम् आम् आम् अत्र भिन्नरीत्या अपि परम्परया सम्बन्धेन कथं कारणेन कारणसम्बन्धः परम्परया साधयितुं शक्नुमः इति वयं पश्यामः. अत्र प्रथमविधम् अस्ति कार्यं परम्परासम्बन्धेन अधिकरणे अस्ति. इदानीं यत् वयं द्रक्ष्यामः कारणं परम्परासम्बन्धेन अधिकरणे अस्ति इति वयं साधयामः खलु. गतपरिमाणं साक्षात् कस्मिंश्चित् अधिकरणे अस्ति इति वयं वदामश्चेत् घटपरिमाणं घटे अस्ति, साक्षात् सम्बन्धः भवति घटपरिमाणयोः, घटपरिमाणघटयोः साक्षात् सम्बन्धः भवति. अतः घटः इति अधिकरणं स्वीकुर्मः. घटपरिमाणं तु समवायसम्बन्धेन घटे अस्ति, साक्षात् सम्बन्धेन. कपालपरिमाणं यत् कारणं भवति तत्तु कपाले एव अस्ति समवायसम्बन्धेन. कपालपरिमाणघटयोः परम्परया एव सम्बन्धः साधयितुं शक्नुमः. कथं? कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति, अतः कपालपरिमाणं स्वम् इति स्वीकुर्मः. परम्परासम्बन्धः अस्ति अस्मिन् सन्दर्भे, अतः कपालपरिमाणं स्वम्. कपालपरिमाणं कपाले अस्ति, अतः कपालः समवायी भवति. कपालपरिमाणस्य समवायी भवति, अतः कपालः स्वसमवायी इति वदामः. पुनः पूर्वतन उदाहरणे वयं दृष्टवन्तः कथं समवेतम् इति पदम् उपयुज्य परम्परासम्बन्धं साधयामः इति. तदेव उपयोगं कृत्वा उपरि गमनेन कपालस्य समवेतः अस्ति घटः, अतः कपालपरिमाणम् इति आरभ्य स्वसमवायी समवेतत्वसम्बन्धेन घटे अस्ति. किं घटे अस्ति? सम्यक् एव भवती यत् उक्तवती, कपालपरिमाणं यत् स्वम् अस्ति, स्वं स्वसमवायी यत् यः कपालः स्वसमवायी समवेतत्वसम्बन्धेन घटे अस्ति, यतोहि घटः समवेतः. अतः घटपरिमाणं तु समवायसम्बन्धेन घटे अस्ति, कपालपरिमाणं स्वसमवायिसमवेतत्वसम्बन्धेन घटे अस्ति, अतः द्वे अपि समानाधिकरणे भवतः घटे स्तः. अतः सामानाधिकरणं तु वयं अस्माभिः साधितं घटरूपेण. अतः असमवायिकारणं घटपरिमाणं यत् कार्यम् अस्ति, घटपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणं. तस्य वाक्यमस्ति समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. सम्यक् अस्ति. तर्हि भेदः एवमेव. उपरितने वाक्ये, द्वितीयसमवायिकारणस्य उपरितने वाक्ये कार्यस्य परम्परासम्बन्धः, अत्र कारणस्य, यथा भगिन्या उक्तम्. अपि च अत्र वाक्यमपि स्थूलाक्षरे अस्ति. समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् इति. भगिनी, एकः प्रश्नः अस्ति. इदानीं समवेतः इति शब्दः नूतनशब्दः अस्ति. कपालः अस्ति घटसमवेतः. भवती चिन्तयतु, समवायसम्बन्धेन किं कस्मिन् अस्ति? कपालः घटः कपाले अस्ति. हा, सम्यक्. तर्हि कः कस्य समवेतः? कः कस्मिन् समवेतः? इदानीं घटः कपाले अस्ति इति वदति चेत् अधोभागे कपालः, उपरितने भागे घटः, खलु? अधोगमनार्थं समवायि, उपरि गमनार्थं समवेतः. तर्हि तयोः मध्ये समवायि किं, समवेतः कः इति भवती एव वदतु. समवायी अस्ति कपालः. हा, सम्यक्. यतोहि अवयवे अस्ति खलु, घटः कपाले अस्ति. तर्हि समवेतः कः? समवेतः कः? घटः. घटः. घटः समवेतः. घटः समवेतः, अपि च घटे समवेतत्वम् इति कृत्वा आहत्य स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं घटे. आम् इति बुद्धं वा? आमाम्. अस्तु. जयन्ती भगिनी अग्रिमवाक्यमपि पठतु. आहत्य आहत्य कार्यस्य सम्बन्धः परम्परासम्बन्धः अथवा कारणस्य सम्बन्धः परम्परासम्बन्धः उभयथा वक्तुं शक्यते. उभयत्र कार्यकारणयोः एकम् अधिकरणं सिध्यति इति द्वितीयविधम् असमवायिकारणम्. द्वितीयविध असमवायिकारणस्य निरूपणार्थं परम्परासम्बन्धः अपेक्षितः इति वयं दृष्टवन्तः. असमवायिकारणमपि उभयविधेन साधितुं शक्नुमः. कार्य अधिकरणयोः परम्परासम्बन्धः वा कारण अधिकरणयोः परम्परासम्बन्धः. सम्यक्. अस्तु भगिनि, इत्येव विषयः अस्ति. परन्तु मुख्यविषयः अस्ति द्वितीय असमवायिकारणस्थले एकस्य परम्परासम्बन्धेन विद्यमानत्वं भवति अधिकरणे, अपरस्य साक्षात् विद्यमानत्वम् इति द्वितीयविधम् असमवायिकारणमस्ति. अस्तु, अखिला भगिनी अग्रे किञ्चित् पठति वा? आं भगिनि. द्वितीयविधम् असमवायिकारणं घटपरिमाणं कपालपरिमाणं स्वसमवायि. नमस्ते, श्रूयते भगिनि? श्रूयते भगिनि. अस्तु, स्वसमवायि समवायसम्बन्धेन कपालपरिमाणं कारणम् अथवा समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् इत्थं च द्वितीयम् असमवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायी कारणम्। अस्तु भगिनि, एवं कुर्मः। पुस्तके नवतितमे पुटे तद् एषः भागः अस्ति खलु, तत् किञ्चित् पठित्वा प्रतिपादयतु। नवतितमे पुटे अस्ति इदमेव वाक्यं, कारणेन सह एकस्मिन् अर्थे समवेतं सत्, तद् अस्माभिः पठितं पुस्तके, तस्य इतोपि एकवारं पुनरावर्तनं भवति। इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायी कारणम् इति उक्तम्। कार्येण घटेन सह एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायी कारणम्। यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं, तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथम असमवायी कारणनिरूपण उपयोगी, कारणेन इति अंशः द्वितीयस्य असमवायी कारणस्य निरूपणाय, तत्तु यथावसरं निरूपयिष्यते। इत्युक्ते तत्र यदा वयं असमवायी कारणम् इति लक्षणं पठितवन्तः, तत्र कार्येण कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायी कारणम् इति आसीत्। तत्र तत्र असमवायी कारण द्विविधं भवति असमवायी कारणं। तत्र प्रथम असमवायी कारणमस्ति कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायी कारणम् इति, द्वितीयमस्ति कारणेन सह एकस्मिन् अर्थे इति। तत्र कार्येण एकस्मिन् अर्थे इति यद्वयं पूर्वं दृष्टवन्तः, तत्र क्षम्यतां, तत्र उदाहरणमासीत् घटः कपालसंयोगः, घटः कपालः, सत्यं घटः कपालः, कपालसंयोगः इति यदा आसीत्, तत्र कपालसंयोगः अपि कपाले अस्ति, घटः अपि कपाले वर्तते। तर्हि तत्र कार्यमस्ति घटं, कारणमस्ति कपालसंयोगः, कार्यकारणद्वयोः समानाधिकरणं भवति कपाले। तर्हि तत्र कारणेन एकस्मिन् अर्थे इत्युक्ते कपालसंयोगेन एकस्मिन् समानाधिकरणे कपाले, क्षम्यतां, कार्येण इत्युक्ते घटे, घटे घटेन एकस्मिन् अर्थे इत्युक्ते घटेन सह, कार्येण इत्युक्ते घटेन सह एकस्मिन् अर्थे इति समानाधिकरणे तत्र कपाले समवेतं सत् कारणं, तत्र समवेतं कारणमस्ति कपालसंयोगः, यत् तत् कपालसंयोगः असमवायिकारणं भवति इति पूर्वं वयं दृष्टवन्तः। इदानीं यद्वयं पठामः तदस्ति द्वितीय असमवायिकारणम् इत्युक्ते कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्। यदा वयम् इदानीं घटपरिमाणं कपालपरिमाणयोः विषये दृष्टवन्तः, तत्र घटपरिमाणम् अस्ति घटे, कपालपरिमाणम् अपि घटे कथं भवितुम् अर्हति इति परम्परया वयं साधितवन्तः। तर्हि तत्र घटपरिमाणम् इति कार्यमस्ति, घटः घटपरिमाणं प्रति कारणम् अस्ति, तर्हि तत्र घटपरिमाणं घटः अस्ति समवायिकारणमस्ति, तत् तादात्म्यसम्बन्धेन घटे स्थित्वा घटपरिमाणं प्रति समवायिसम्बन्धेन घटपरिमाणं प्रति कारणं भवति इति कारणात् तत्र समवायिकारणमस्ति। तत्र यत् समवायि कारणमस्ति तेन सह समानस्थले स्थित्वा कार्यम् उत्पादयति इति यद्भवति, तदस्ति द्वितीयसमवायिकारणम्। इत्युक्ते तत्र घटपरिमाणम् इति कार्यं प्रति घटे यत् समवायिकारणमस्ति, तत्र कपालपरिमाणं स्वसमवायी समवेतत्वसम्बन्धेन स्थित्वा कारणं भवति, तर्हि तद् असमवायीकारणं भवति घटपरिमाणं प्रति. सम्यक्. अत्र अस्मिन् वाक्ये कारणेन सह इति यत्र उक्तं, तत्र कार्यस्य कारणेन सह इति चिन्तितव्यं भवति. यथा भगिन्या उक्तम्, अत्र कार्यस्य कारणं किं भगिनि, इतोपि एकवारं? कार्यस्य कारणमस्ति घटः, कार्यमस्ति घटपरिमाणं. हा सम्यक्, कार्यस्य कारणमस्ति घटः, कार्यस्य समवायिकारणमस्ति घटः, तदर्थं कारणेन सह इत्यपि उक्तम्. अतः द्वितीय असमवायिकारणं भवति कार्येण वा कारणेन सह एकस्मिन् अर्थे इति, द्वितीयम् असमवायिकारणम् इति. बुद्धं वा सर्वैः? अत्र असमवायिकारणकारेण सह घटेन सह एकस्मिन् अर्थे कपाले समवेतम् अस्ति घट, रै? पुनः एकवारं वदतु भगिनि, क्षम्यताम्. तच्च द्वितीयम् असमवायिकारण वयं उक्तवन्तः कार्यस्य कारणेन सह घटपरिमाणस्य कार्यं कारणेन सह घटेन सह एकस्मिन् अर्थे कपाले समवेतम् अस्ति घट, तत् कारणं कपालपरिमाणम् इति. सत्यं. तर्हि भवत्या यदुक्तं तदपि सत्यं, किन्तु अत्र स्थूलाक्षरैः द्वितीय समवयीकरणस्य अस्ति खलु, कार्येण कारणेन सह एकस्मिन् अर्थे, तत्र तत्र कार्येण अस्ति घटपरिमाणं, घटपरिमाणेन अथवा कारणेन इति किमस्ति? कारणे अस्ति कपालपरिमाणम्. न, चिन्तयतु, कार्यम् अस्ति घटपरिमाणं, तत्तु सत्यं. कारणं भवति घट, कारणेन सह इति यदा वदामः तर्हि कार्यस्य कारणम् इति चिन्तितव्यं. कार्यम् इति घटपरिमाणं, तस्य समवायीकारणम् अस्ति घटः, तर्हि घटपरिमाणेन, हा, घटपरिमाणेन सह अथवा घटेन सह कुत्र? कपाले, एकस्मिन् अर्थे कपाले अथवा घटे. अस्माभिः दृष्टं खलु कपालपरिमाणतः घटं प्रति गमनम् अथवा घटपरिमाणंतः कपालप्रति गमनं, उभावपि शक्यं. तर्हि कार्येण सह घटपरिमाणेन सह अपि कपालपरिमाणम् एकस्मिन् अर्थे भवितुमर्हति, अथवा कारणेन सह नाम घटेन सह अपि एकस्मिन् अर्थे भवितुमर्हति इति द्वितीयम् असमवायिकारणमस्ति. अस्तु, तर्हि सावित्री भगिनी तत्र द्वितीयम् असमवायिकारणम् इति पठित्वा अभ्यासं करोति वा? ओ अस्मिन् भगिनि एकनिमिषः. पुनः करपत्रे द्वितीयविधं समवायिकारणं घटपरिमाणं कपालपरिमाणं, तत्र वा? हा, तद् इतोपि पठित्वा अत्र अभ्यासः इति अस्ति, तत् किञ्चित् कारयतु. ओके, अस्तु. द्वितीयविधं असमवायिकारणं घटपरिमाणं कपालपरिमाणम्. स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्, अथवा समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. इत्थञ्च द्वितीयम् असमवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. अस्तु, एवं कुर्मः. तत्र प्रथमवाक्ये स्वसमवायि समवायित्व इति सर्वमस्ति खलु, तत्र स्वम् इति किं, तस्य समवायिकः, समवायित्वं कुत्र, तत् सर्वं वदतु किञ्चित्. अस्तु अस्तु. स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति, अत्र स्व अस्ति घटपरिमाणं, स्वसमवायि अस्ति घटः, स्वसमवायि समवायित्व अथवा स्वसमवायि समवायि अस्ति कपालः, स्वसमवायि समवायित्वं कपाले अस्ति. अपि च द्वितीयभागमस्ति समवायसम्बन्धेन कपालपरिमाणं कारणं. तत्तु अवगच्छामः एव, कपालपरिमाणं कपाले समवायसम्बन्धेन अस्ति. आहत्य केन सम्बन्धेन घटपरिमाणं कपाले अस्ति? आहत्य स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति. अपि च कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति. अतः वाक्यं किम्? स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्. अस्तु, हा, तथैव अग्रिमवाक्ये अपि, तत्र स्वं किं, समवायि किम् इति सर्वं उच्यताम्. समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. अत्र स्वसमवायि स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. अत्र समानाधिकरणं घटे भवति. स्वकपालपरिमाणम् अस्ति, स्वसमवायी भवति कपालः, स्वसमवायी समवेतः भवति घटः, स्वसमवायी समवेतत्वं घटे अस्ति. तदर्थम् अपि च समवायसम्बन्धेन घटपरिमाणं घटे अपि अस्ति. द्वयोः आहत्य समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणं भवति. समीचीनं, सम्यक्तया उक्तं भवत्या. अधुना अन्यः कोऽपि वक्तुम् इच्छति वा? सर्वेषाम् अवगमनं जातं वा न वा इति पश्येम. किञ्चित् प्रायः अजितः महोदय प्रयत्नं करोति वा? अजितमहोदय अस्ति किं? प्रथमवाक्यं परिशीलयतु, स्वसमवायि समवायित्वसम्बन्धम् इत्यादिकं. प्रथमवाक्यं, हा, अत्र स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्. अत्र यथा यथा भगिन्या उक्तं, स्वम् इत्युक्ते किम्, अत्र समवायि इत्युक्ते किम् इति सर्वं किञ्चित् उच्यताम्. स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायित्वम् इत्युक्ते घटपरिमाणं घटे वर्तते अथवा समवायित्वं घटे वर्तते. अवश्यं. स्वसमवायि समवायित्वम् इत्युक्ते घटपरिमाणं घटे स्वसमवायि रूपेण वर्तते. चिन्तयतु, घटपरिमाणं घटे केन सम्बन्धेन वर्तते? घटपरिमाणं घटे समवायसम्बन्धेन वर्तते. तर्हि स्वसमवायि समवायित्वसम्बन्धः इति न वक्तुं शक्नुमः घटपरिमाणघटयोः मध्ये, खलु? समवायसम्बन्धेन एव अस्ति घटपरिमाणं घटे, किल? आम्. न तु स्वसमवायि समवायित्वसम्बन्धेन. अस्तु, तर्हि अधुना किमर्थं स्वसमवायी समवायित्वम् इति उक्तम् इति अस्ति. अनेन सम्बन्धेन, स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कुत्र वर्तते इति प्रश्नः. घटपरिमाणं कपाले वर्तते. कपाले वर्तते, सम्यक्. यतोहि घटपरिमाणकपालः, अनयोः मध्ये घटः अस्ति, मध्ये घटः उपविशति खलु. तर्हि तदर्थं परम्परासम्बन्धः आवश्यकः. तर्हि भवता किं करणीयम् अधुना? स्वम् इत्युक्ते किं, स्वस्य समवायी कः, अपि च स्वस्य समवायिनः समवायित्वं कुत्र अस्ति इत्यादिकं वक्तव्यं भवति. स्वम् इत्युक्ते किम्? स्वम् इत्युक्ते घटपरिमाणस्य समवायसम्बन्धः. न, चिन्तयतु, एकः रसः इति वदनार्थं स्वम् इति कः स्वीकृतः? यः कोऽपि साक्षात् नास्ति रसे सः खलु. यः कोऽपि साक्षात् नास्ति रसे, एकत्वम् इति स्वम्. अत्र घटपरिमाणं साक्षात् नास्ति कपाले किल? घटपरिमाणं कपाले नास्ति, साक्षात् नास्ति. तदर्थं स्वम् इति किम्? तदर्थं स्वम् इति घटपरिमाणस्य कपाले. चित्रं पश्यतु, तत्र सम्यक् भवति प्रायः. उपरि गत्वा पुनः चित्रं पश्यतु महोदय. आमां, घटपरिमाणस्य कपालस्य सम्बन्धः एव खलु. सत्यम्. आम्, स्वम् इत्युक्ते कः अधुना? परम्पराप्रयोगे स्वम् इति प्रयुज्यते. अस्तु, वर्धिनी भगिनी किञ्चित् सहायं करोतु. स्वम् इत्युक्ते किं, स्वसमवायी कः? परम्पराप्रयोगे स्वम् इति उच्यते. अस्तु, स्वम् इति किं स्वीकृतं, घटपरिमाणं वा कपालपरिमाणं वा इति मम प्रश्नः. घटपरिमाणं. अस्तु, घटपरिमाणं स्वं. तर्हि स्वस्य समवायी कः? स्वस्य समवायी घटः. घटः, हा, उत्तमं. पुनः घटस्य समवायी कः? घटस्य समवायी कपालः. कपालः. इदानीं सर्वम् एकस्मिन् वाक्ये वदतु. समवायित्वसम्बन्धेन प्रतिसमवायसम्बन्धेन स्वसमवायी समवायित्वसम्बन्धेन सम्बन्धेन घटपरिमाणं कपाले वर्तते. हा, बहु सम्यक् अस्ति भगिनि. स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले वर्तते इति वाक्यम्. अस्तु, अतः असमवायिकारणस्य वाक्यं किं भवति? पुनः अधो गत्वा पठतु तद्वाक्यम्. अन्य कोऽपि सहायं करोति वा? प्रश्नः सः. भवत्या यदुक्तं, तत्तु सत्यं. स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले वर्तते. अस्तु, अपि च समवायसम्बन्धेन कपालपरिमाणं कपाले वर्तते. आहत्य वाक्यं किं, कं प्रति किं कारणं, तादृशं वाक्यं. समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्. हा, उत्तमम् इति बुद्धं वा अजितमहोदय? अथवा प्रश्नः अस्ति चेत् उच्यताम्. प्रश्नः नास्ति, किन्तु वक्तुं पूर्णतया इदानीं न शक्नोमि, किन्तु अहं परिशीलनं करिष्यामि. अस्तु अस्तु, अवश्यम् अवश्यं. तर्हि एवमेव वक्तव्यमस्ति, घटपरिमाणं केन सम्बन्धेन कपाले, पुनः कपालपरिमाणं केन सम्बन्धेन कपाले. घटपरिमाणं तु साक्षात् नास्ति कपाले, अतः समवायसमवायितसम्बन्धेन कपाले वर्तते घटपरिमाणं. हा तावदेव, तदवगतं चेत् अन्यत् सर्वं सुलभं. कार्यं प्रति कारणम् इति वक्तव्यमस्ति, तावदेव. किन्तु कारणम् इति घटपरिमाणं तत्तु स्वसमवायिसमवायित्वसम्बन्धेन कपाले अस्ति इति कृत्वा स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति वाक्यं भवति. अग्रिमवाक्यमस्ति विपरीतदिशि गमनम्. अधुना वयं किं कृतवन्तः, घटपरिमाणतः कपालपर्यन्तं गतवन्तः. अस्तु, अग्रिमवाक्ये कपालपरिमाणतः घटं प्रति गमनं भवति. वर्धिनी भगिनी प्रयत्नं करोति वा? कपालपरिमाणं घटं प्रति समवायसम्बन्धः. कपालपरिमाणं कपाले केन सम्बन्धेन अस्ति? कपालपरिमाणं कपाले समवायसम्बन्धे अस्ति. हा, तर्हि अस्मिन् उदाहरणे स्वम् इति कपालपरिमाणं स्वीकृतम्. अस्तु, द्वितीयवाक्ये स्वम् इति कपालपरिमाणं समवायसम्बन्धेन कपाल कपालपरिमाणं प्रति. तद् अवश्यं सत्यं, परन्तु अत्र वाक्यं किं, घटपरिमाणम् इति कार्यं तत्तु साक्षात् घटे अस्ति, समवायसम्बन्धेन घटपरिमाणं प्रति, तत्तु सुलभम्. अधुना वाक्यस्य द्वितीयभागः कः, कपालपरिमाणं केन सम्बन्धेन घटे अस्ति इति साधितव्यम्. अस्तु, सम्बन्धेन घटे अस्ति, हा इति वक्तव्यं भवति. तर्हि कपालपरिमाणं साक्षात् नास्ति घटे, खलु? यथा घटपरिमाणं साक्षात् नास्ति कपाले, तथैव कपालपरिमाणमपि साक्षात् नास्ति घटे. तर्हि द्वितीयवाक्ये घटः अधिकरणम् इति स्वीकृतं चेत् पुनः परम्परासम्बन्धः वक्तव्यः भवति. तर्हि समवायसम्बन्धेन अस्तु, एवं कुर्मः. राजेन्द्र महोदय किञ्चित् साहाय्यं करोति वा? समवायित्वसम्बन्धेन स्वसमवायि तावत्पर्यन्तं समीचीनमेव, ततः अग्रे किञ्चित् वक्तव्यं भवति. राजेन्द्रमहोदय साहाय्यं करोति. अस्ति कपालपरिमाणं, ससमवायि अस्ति कपालः, ससमवायि अस्ति घटः. किमर्थं घटः समवेतः? एकनिमिषः, किमर्थं घटः समवेतः? कपालः खलु, तत्र अस्ति कपालपरिमाणं ससमवायिसमवेतसम्बन्धेन घटे वर्तते. अस्तु, मम प्रश्नः आसीत् किमर्थं घटः समवेतः इति उक्तम्. यदा उपरि गमनार्थं तत् संवेतः अस्ति, तत् घटः अस्ति संवेतः कपालपरिमाणस्य. न, घटः कस्य समवेतः इति प्रश्नः. घटः कपाले समवायसम्बन्धेन अस्ति इति कारणात् घटः कपालस्य समवेतः. राजेन्द्रमहोदय बुद्धं वा? आम् आम् आं भगिनि आम्. कपालः उपरि अस्ति, घटः न न, कपालः अधः एव अस्ति खलु, कपालः अधः एव अस्ति, कपाले घटः अस्ति इति कृत्वा, अपि च घटः कपाले समवायसम्बन्धेन अस्ति इति कृत्वा घटः कपाले समवेतः, घटे समवेतत्वम् अस्ति. भगिनि चित्रं पश्यतु, तत्र एकः एव शरः विपरीतरीत्या गच्छति, कपालतः घटपर्यन्तं शरः गच्छति, तदेव परिवर्तनं चित्र. एवमेव अस्ति, कपालपरिमाणम् उपरि अस्ति, उपरि समवायसम्बन्धेन कपाले समवायी कपाले घटसमवायसम्बन्धेन घट भवति समवेतं, घटे विद्यमानभावः अस्ति समवेतत्वं. सो वाक्यं भवति स्वसमवायी समवेतत्वेन घटे वर्तते. तथैव अस्ति, स्वसमवायी समवेतत्वेन कपालपरिमाणं घटे. आहत्य वाक्यं किं भवति? सरला भगिनी एव पठित्वा किञ्चित् अग्रे गच्छतु. तत् वाक्य यदि परम्परासम्बन्धेन कारणं प्रति उपयुज्य आहत्य वाक्य भवति स्वं समवायी समवायतत्वेन तत्त्वसम्बन्धेन समवायसम्बन्धेन घटपरिमाणं प्रति कारणम्. अस्तु, किञ्चित् इतस्ततः गतः, किञ्चित् सम्यक्तया वदतु, प्रथमतया कार्यं केन सम्बन्धेन, अनन्तरं कारणं केन. कार्यमस्ति समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायी समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. उत्तमम्. अधुना अभ्यासः इति अस्ति खलु, पटरूपं तन्तुरूपं, तदपि किञ्चित् करोति वा? ओके, पटरूपं तन्तुरूपं प्रथमं कार्यं प्रति परम्परासम्बन्ध उपयुज्य स्वं पटरूपम् उपयुज्य अहं स्वं समवायी समवायतत्त्वसम्बन्धेन पटरूपं प्रति समवायसम्बन्धेन तन्तुरूपं कारणं. स्वमस्ति पटरूपं, समवायी भवति पटं, समवायी तत्त्वसम्बन्धेन भवति तन्तु, पटरूपं प्रति समवायसम्बन्धेन तन्तुरूपतन्तो अस्ति. स्वम् इति पटरूपं, पटरूपस्य समवायी पटः, पुनः पटस्य समवायी तन्तुः, अतः समवायित्वं तन्तौ. आहत्य स्वसमवायी समवायित्वसम्बन्धेन यथा भवती उक्तवती, पटरूपं प्रति समवायेन तन्तुरूपं कारणम्. अस्तु, इदानीं विपरीतदिशि प्रयत्नं करोतु. विपरीतदिशि कारणं प्रति परम्परासम्बन्धेन उपयुज्य तन्तुरूपं तन्तुरूपं भवति स्वं, स्वं समवायी समते प्रथमं स्वं समवायी समवेतत्वसम्बन्धेन पटरूपं पुनः वदामि भगिनि, समवायसम्बन्धेन पटरूपं प्रति स्वं समवायी समवेतत्वसम्बन्धेन तन्तुरूपं कारणं. स्वं भवति तन्तुरूपं, स्वं समवायी भवति तन्तुः, समवेतं भवति पटः, पटे विद्यमानभावति समवेतत्वं, स्वं समवायी समवेतत्वं सम्बन्धेन तन्तुरूपं कारणं पटरूपं प्रति समवायसम्बन्धेन अस्ति. समीचीनम्. एकमेव अस्ति वक्तुं, तत्र स्वम् इति मा न वक्तव्यं, यतोहि समस्तपदमस्ति खलु, तर्हि सर्वं मिलति स्वसमवायी समवेतत्वसम्बन्धेन तन्तुरूपं पटे इति वक्तव्यमस्ति. अस्तु, तर्हि इदं स्पष्टं स्यात् सर्वेषां कृते. अत्र कोऽपि प्रश्नः अस्ति वा अथवा भ्रमः अस्ति वा? इतोपि एकवारं चित्रं पार्श्वे स्थापयित्वा करपत्रं पठति चेत् अवश्यं सर्वं स्पष्टं भवति इति मन्ये। इतः अग्रे किञ्चिदेव पठामः। वर्धिनी भगिनी अग्रे पठितुम् इच्छति वा? आं भगिनि। परम्परासम्बन्धः एकमुखेन स्वीकरणीयः। पुस्तकं हस्ते अस्ति संयोगसम्बन्धेन। अत्र संयोगसम्बन्धः हस्ते अपि पुस्तके अपि, तदर्थः संयोगः द्विनिष्ठः इति उच्यते। अत्र प्रश्नः उदेति, समवायसम्बन्धः तथा नास्ति किम्? समवायेन यस्मिन् अस्ति सः समवायी इति। परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य, किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति परिमाणे अपि अस्ति उभयत्र आश्रितः। अतः घटः अपि समवायी परिमाणमपि समवायी खलु? अनेन गुणः अपि समवायी द्रव्यमपि समवायी इति चेत् यथा घटः परिमाणसमवायी तथैव परिमाणमपि घटसमवायि। अस्तु, उच्यतां भगिनि। परम्परासम्बन्धः एकमुखेन स्वीकरणीयः। पुस्तकं परम्परासम्बन्धे उच्यते। संयोगसम्बन्धे पुस्तकं हस्ते अस्ति। संयोगसम्बन्धः पुस्तकं केन सम्बन्धेन? संयोगसम्बन्धेन अस्ति पुस्तकं हस्ते। तर्हि संयोगसम्बन्धः कुत्र कुत्र अस्ति? पुस्तके अस्ति, हस्ते अस्ति। अस्तु, अत्र प्रश्नः, समवायसम्बन्धः तथा नास्ति किम्? संयोगसम्बन्धः द्विनिष्ठः नाम उभयत्र अस्ति तथैव समवायसम्बन्धः। एकः प्रश्नः अस्ति भगिनि, एकमुखेन स्वीकरणीयः इत्युक्ते अर्थः किम्? एकमुखेन स्वीकरणीयः इत्युक्ते यदा घटपरिमाणं घटः तस्य समवायी कपालः एकदिशि स्वीकृतं खलु। समवायी इति किमर्थम् उक्तं? घटः तस्मिन् समवायसम्बन्धः अस्ति, सः समवायी इति उक्तम्। परन्तु घट वस्तुतः समवायसम्बन्धः घटपरिमाणे अपि अस्ति। तर्हि किमर्थं घटपरिमाणमपि समवायी इति न उच्यते इति प्रश्नः। तदर्थम् एव एकमुखेन स्वीकरणीयः नाम घटपरिमाणस्य समवायी घटः, पुनः घटस्य समवायी कपालः इति स्वीकरणीयः। एकदिशि भगिनी भगिनी साधारणतया कश्चन गुणः वा अवयवः समवायसम्बन्धेन कस्मिन् वर्तते इति वदामश्चेत् एकदिशि एव सः सम्बन्धः खलु? अवश्यम् अवश्यम्। परन्तु यथा संयोगसम्बन्धः तथैव समवायसम्बन्धः अपि, यथा संयोगसम्बन्धः उभयत्र वर्तते तथैव समवायसम्बन्धः उभयत्र वर्तते घटपरिमाणे अपि घटे अपि। तर्हि समवायसम्बन्धेन घटः घटपरिमाणे अस्ति इति कथं वक्तुं कदापि न वक्तुं शक्नुमः। तत्तु सत्यं। परन्तु अत्र किमर्थम् एतत् सर्वम् उक्तम् इति चेत्, समवायी इति घटपरिमाणमपि भवितुमर्हति, घटः अपि भवितुमर्हति। वस्तुतः समवायी इत्युक्ते किं? तत्र इनि प्रत्ययः अस्ति खलु, समवायः यस्मिन् सः समवायी खलु। किमर्थं वयं विपरीतदिशि घटसमवायी घटपरिमाणम् इति न वदामः इति प्रश्ने कृते अत्र विवरणं किञ्चित् अस्ति। तस्य पठनम् आरब्धवान्। अस्तु, वर्धिनी भगिनी एतद् प्रतिपादयित्वा समापयतु। परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायि परिमाणस्य समवायि घटः समवायः इति सम्बन्धः तु घटे अपि अस्ति परिमाणे अपि अस्ति उभयस्थलौ अस्ति घटः अपि समवायि परिमाणम् अपि समवायि अनेन गुणः अपि समवायि द्रव्यमपि समवायि यथा घटः परिमाणसमवायि तथैव परिमाणमपि घटसमवायि इति प्रश्नः समवायि इत्यस्य अर्थः कः समवायः यस्मिन् सः समवायि किन्तु जयन्ती भगिन्या यदुक्तं तदपि सत्यं घटपरिमाणं समवायेन घटे अस्ति इति कृत्वा घटः सामान्यतया समवायि इति स्वीक्रियते नाम अधिकरणं यदस्ति तत् समवायि इति स्वीक्रियते परन्तु वस्तुतः उभौ अपि समवायि स्तः यतोहि समवायसम्बन्धः उभयत्र वर्तते परन्तु परम्परासम्बन्धनिरूपणावसरे एकदिशि एव गन्तव्यं भवति अधोगमनं भवति समवायि इत्यस्य स्वीकरणेन तत् किमर्थम् अथवा कथम् इति अग्रे उच्यते प्रायः अग्रिमसप्ताहे तत् पाठयिष्यति इति चिन्तयामि परन्तु पठितुमपि शक्नुवन्ति तत्र सारल्यमेव अस्ति किमर्थं तथा इति अग्रे दत्तम् अत्र कोऽपि प्रश्नः अस्ति वा नास्ति चेत् विरमामः अपि च गृहे कृपया चित्रं पार्श्वे स्थापयित्वा एतत् सर्वं कुर्वन्तु नाम उदाहरणत्वेन पटरूपं तन्त्ररूपं स्वीकृत्य वाक्यं वक्तुं यततां तदा सर्वं स्पष्टं भवति धन्यवादः धन्यवादः धन्यवादः नमस्कारः